सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः आसीत् अस्ति तत्र क्वान्त अपि ल्यबन्तरूपमिति. तस्मिन् विषये एकां कथां पठितवन्तः गतवर्गे. इदानीं तत्र कथायाः विषये किं चर्चां कृत्वा तदनन्तरम् अग्रे गच्छामः गीतासोपाने. इदानीं तत्र कथा आसीत् शान्तिप्राप्तेः मार्गः इति. तत्र कथायाः विषये पुनरपि किञ्चित् चर्चां कुर्मः इति आशा आसीत्. अतः अद्य तस्मिन् विषये तत्र किञ्चित् दृष्ट्वा अग्रे गच्छामः. अस्तु तर्हि तत्र उषा भगिनी किञ्चित् वदति वा वाक्यद्वयं त्रयं तत्र. अस्तु तत्र किं कुर्मः, तत्र प्रथम अपि द्वितीयपरिच्छेदस्य विषये किञ्चित् वदति वा तत्र किम् आसीत् इति. अहं लिखितम् अस्मि महोदय, तथैव एव वदामि महोदय. अस्तु अस्तु भगिनि, अस्तु अस्तु अस्तु अस्तु अस्तु वदतु भगिनि. एकः राजः शान्तियुक्तजीवनं कर्तुं कः मार्गः इति न जानाति, अतः सः भटान् सर्वत्र प्रेषयित्वा शान्तिपूर्णजीवनं कथं करणीयं, शान्तिपूर्णजीवनं कथं करणीयं तस्य मार्गं ज्ञात्वा आगच्छन्तु इति आदेशं दत्तवान्. राजा शान्तिस्वरूपेण उपविष्टं सन्यासीं नमस्कृत्य शान्तिमार्गं कुत्र भवति इति पृष्टवान्. शान्तिमार्गः अन्तरङ्गे भवति इति सन्यासी उक्तवान्. वयं भूमौ खननं क्रियते जलं प्राप्नुमः, तथैव एव चित्तस्य शोधनं करणीयम्. सः प्रथमं किरीटं, कीर्तिः, राजत्वम् अभावात्मकचिन्तनानि त्यक्त्वा आध्यात्मिकचिन्तनं करणीयं. सा गतिः प्राप्नोति चेत् परिशुद्धं जलम् इव सर्वं शान्तिं, सन्तोषं, सन्तृप्ति आदेः प्राप्नोति इति. तथैव एव महोदय. न समीचीनं भगिनि, धन्यवादः. हा समीचीनं, बहु समीचीनम् अस्ति. अस्तु अन्य कोऽपि वक्तुम् इच्छति वा तस्मिन् विषये, कथायाः विषये यदि लिखितं चेत् कः अथवा का वक्तुम् इच्छति. शोभा भगिनी वक्तुम् इच्छति वा. आम् महोदय, किञ्चित् लिखितवती. हा अस्तु भगिनि, यत् लिखितं तद् वदतु भगिनि. तत्र सारांशं भवान् उक्तवान् पञ्चवाक्यानि. आमामामां तावदेव. नो चेत् नो चेत् अत्र कश्चन राजा मनःशान्तेः प्राप्तेः इति वक्तुं शक्नुमः किं महोदय? समीचीनं, सत्यं. तत्र तत्र रामस्य पुत्रस्य गृहस्य द्वारस्य इति आम् तत्र लिमिट् नास्ति. लिमिट् नास्ति. कश्चन राजा मनःशान्तेः प्राप्तेः तस्य मार्गस्य अन्वेषणार्थं भटान् सर्वत्र प्रेषितवान्. एकेन भटेन कश्चन सन्यासेः उत्तरं प्राप्य तस्य विवरणं श्रोतुं तं सन्यासीं मेलितुं गतवान्. तत्र प्रायश किञ्चित् परिवर्तनं करणीयम् अस्ति भगिनि, किन्तु सर्वे अवगच्छन्ति इति मन्ये. अस्तु किं दोषः अग्रे वदामि भगिनि, किन्तु किन्तु दीर्घवाक्यम् अस्ति खलु, अतः चिन्तयित्वा किं किं करणीयमिति. किन्तु यद् वक्तुम् इच्छति तत्तु स्पष्टम् अस्ति. अतः सः तेजस्वी सन्यासी, शान्तिमार्गः अन्तरङ्गे एव भवति इति उक्त्वा जलप्राप्तेः कारणे मृत्तिकायाः खननस्य उदाहरणं नीत्वा शान्तिमार्गस्य सोपानानि अवदत्. बाह्यवस्तूनां कृते मोहं त्यजनीयं, त्यक्तव्यं. अनियर् आगच्छति वा महोदय? अनियर् अपि तत्र द्वयमपि समानं, किन्तु तद्रूपं मनसि नास्ति इदानीं. नास्ति, त्यक्तव्यम् एव त्यक्तव्यम् इति अस्ति, किन्तु त्यजनीयम् इति तत्र रूपं मया न स्मर्यते. त्यजतु प्रायशः, हा छेद तु मुन् रूपम्, अस्तु अस्तु, त्यजतु इति अस्ति. सत्यं भगिनि, हा तत्र त्यजनीयम् इति भवति वा न? अहं त्यजनीयम् इति प्रायशः अस्ति इति नास्ति. त्यजनीयं प्रायशः अनीयम् अस्तु. बाह्यवस्तूनां कृते मोहं त्यक्तव्यम्. अनाध्यात्मिकचिन्तनं त्यक्त्वा आध्यात्मिकचिन्तनं करणीयम्. अहङ्कारं विसर्जनीयं. तैः करणैः तत् समीचीनम् अस्ति वा महोदय? तैः करणैः एतत् कार्यं यदि कृतम् अस्ति चेत् इति तेन कारणेन करणेन इति. तैः करणैः मनः परिशुद्धं भूत्वा शान्त्यादिः अपारप्रमाणे आयाति. सा च स्थितिः सतत अभ्यासेन सुलभेन प्राप्यते इति उदितवान्. बहु समीचीनम् अस्ति भगिनि, धन्यवादः. धन्यवादः, समीचीनम् अस्ति भगिनि. तत्र ईमेल् द्वारा किञ्चित् चर्चयं भगिनि. तत्र किं किं तत्र दीर्घवाक्यम् अस्ति खलु, अतः तत्र इदानीं वक्तुं न शक्नोमि, किन्तु बहु सम्यक् अस्ति. केचन दोषाः सन्ति, किन्तु बहु सुलभतया तत्र समीकर्तुं शक्नुमः इति मन्ये ईमेल् द्वारा. अस्तु महोदय, धन्यवादः. धन्यवादः, प्रेषयामि महोदय. अस्तु, धन्यवादः भगिनि. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा? गीताञ्जलि भगिनि अथवा नरेश महोदय? न महोदय. अस्तु, रघुवीर आनन्द महोदय किमपि वक्तुम् इच्छति वा कथयाः विषये? नमस्ते महोदय, क्षम्यतां महोदय. न न, चिन्ता मास्तु, केवलं पृष्टवान्. अस्तु, शुभ भगिनी किमपि वक्तुम् इच्छति वा कथायाः विषये? अस्तु भगिनि, अस्तु वदतु भगिनि. कश्चन राजा शान्तियुक्तजीवनस्य मार्गं प्राप्तुम् इच्छति. तदर्थं सः तस्य भटान् विविधाः देशः उद्दिश्य प्रेषयति. एकं सन्यासिनं, एकः भटः एकं सन्यासिनं प्राप्य एतस्य विषयं पृच्छति. सः सन्यासिनः वदति शान्तिमार्गस्य अन्वेषणं बहिः न करणीयं. सन्यासी वदति शान्तिमार्गस्य अन्वेषणं अन्तरङ्गे करणीयं, न बहिः इति. तदर्थं प्रथमतया किरीटं, कीर्तिं, राजत्वं पार्श्वे स्थापय. अनन्तरं पुंस्त्वादिकमपि पार्श्वे स्थापय. तदनन्तरम् अभावात्मकचिन्तनानि दूरीकृत्य भावात्मकचिन्तनानि करणीयानि इति वदति. एतस्याः स्थितेः प्राप्त्यर्थं प्रथमतया अधिकप्रयासः करणीयः, किन्तु गच्छता कालेन अभ्यासेन शीघ्रं प्राप्तुं शक्यते इति सः वदति. बहु समीचीनम्. तथा एव राजा अपि करोति. करोति. अस्तु, समीचीनम् अस्ति भगिनि, धन्यवादः. हा, सो अन्य कोऽपि वक्तुम् इच्छन्ति वा? अस्तु, अत्र एकं तत्र चाट् मध्ये सारांशरूपेण, किन्तु संस्कृते खलु. अस्तु अस्तु अस्तु, वदतु भगिनि. जनाः शान्तिम् इच्छति, इच्छन्ति प्रथमसोपानं शान्ति, शान्तिः प्राप्ताय प्रथमं सोपानम् अहङ्कारं क्रोधं च त्यक्तव्यं. शान्तिप्राप्तेः शान्तिप्राप्तेः सर्वं त्यजनीयम्, अन्तर्मुखं गन्तुं मन्थनं करणीयं. मनः द्वितीयं अस्ति मनसं, न न न तत्र षष्ठी प्रायसः भवति तत्र. मनसः इति वा अथवा मनसः षष्ठी भगिनी, सर्वं संस्कृतेन वदतु, आङ्ग्लभाषा मास्तु. अन्तर्मुखं गन्तुं मनसं मन्थनं करणीयं, मनसः मन्थनं करणीयम् अथवा मनसा मनसि मनसि वा मनसि इति सप्तमी सप्तमी खलु मनस्को द्वितीया विभक्ति मनसं मनसः षष्ठी मनः द्वितीया इति अस्ति. मनः द्वितीया कर्म मनः मन्थनं करणीयं. देवाः असुराः अमृतमन्थने कस्य मन्थनं षष्ठी भवति भगिनि तत्र षष्ठी षष्ठी मनसः मन्थनं करणीयं. देवाः असुराः अमृतं प्राप्तेः यथा प्राप्तवन्तः समुद्रमन्थनं पर्वत मन्थर पर्वत उपयुज्य वासुकी रज्जुना मन्थनं कृतवन्तः, तदेव अमृतं लभ्यते. तथैव अमृतम् अस्तु अस्तु, यत्र ते अमृतं प्राप्तवन्तः तथैव वयमपि मन्थनं कृत्वा अत्र तदेव अमृतं प्राप्तुं शक्नुमः. समीचीनमस्ति भगिनि. निरन्तरप्रयासेन शान्तिः सन्तोषः सन्तृप्त्यादयः प्राप्तुं शक्नोति. हा, समीचीनमस्ति भगिनि. साधना धारणा मार्गे चरणीयं मीन्स् यू हैव टु गो अस्तु भगिनि, धन्यवादः. समीचीनम् अस्ति, समीचीनमस्ति भगिनि. बहूनि दोषाणि सन्ति. हा, न न न, चिन्ता मास्तु भगिनि, सर्वं प्रयासमेव, चिन्ता मास्तु. हा, चिन्ता मास्तु भगिनि. अत्र चाट् मध्ये एकम् अस्मिन् विषये एकं लघु वीडियो अस्ति, तत् प्रेषयामि. प्रायशः सर्वे तत् दृष्टवन्तः इति मन्ये, किन्तु तत्र निमिषद्वयस्य अस्ति. यदि इदानीं मास्तु, किन्तु केवलं तत्र निमिषद्वयमेव अस्ति, क्लिक् कृत्वा पश्यन्तु. तत्र सर्वे प्राप्तवन्तः वा? कुत्र अस्ति महोदय? चाट् मध्ये अहं लिङ्क् तत्र चाट् इति बटन् अस्ति, तत् सङ्गणके अस्मि अतः. पुनरेकवारम् अस्ति महोदय. नमस्ते महोदय. नमस्कारः वंशीसुतं भगिनी, नमस्कारः. अधोभागे अस्ति चाट्, अधोभागे अस्ति एकम् एकम् चाट् ऐकान् अस्ति, ऐकान् अस्ति. अटेण्डीस् अटेण्डीस् चाट् इन्वैट् अटेण्डीस् चाट्. नो नो, चाट् इस् देर् बट् दीनबन्धु इट्स् रिटन् यूट्यूब् वाच् दाट्. आमाम् तदेव अहं वारं द्विवारं प्रेषितवान्, यदि कोऽपि न प्राप्तवान्, केवलम् एकमेव. तत्र शङ्कर शृङ्गेरी आचार्याः एतस्मिन् विषये किं करणीयम् इति तत्र केवलं शब्देन भवति चेत् किमपि न ज्ञातुं शक्नुमः. यदि कोऽपि तदेव तस्मिन् स्थितिः स्थितौ अस्ति चेत् तत्र वयं किञ्चित् अतः महोदय अस्तु तत्र मम संशयः आसीत् यदि जनाः तत् पश्यन्ति न वा इति, अतः अहं तूष्णीं मध्ये आसम्. अस्तु अस्तु, प्राप्तवती वा शोभा भगिनी? निष्कासितवती महोदय, तत् लिङ्क् I clicked on it. Swamiji, kada prashatam dhyanam karoti ha ha tatra na na praptavati va shobha bagni bhavati praptavati mohodaya when I clicked on it puna prashata ha praptavati dhanyavadah. चिन्ता मास्तु, अस्तु, अस्मिन् एव विषये आसीत् इति कृत्वा तत् अस्तु. सत्यं भगिनि, तत्र तादृशविरलतया वयं द्रष्टुम् अवकाशः लभ्यते खलु. तत्र वयं शृण्मः एतादृशं ते कुर्वन्ति इति, किन्तु तत्र तत् साक्षात् द्रष्टुं साधारणतया न. 32 पेज् मध्ये द्वा किं भगिनि वयं पठितवन्तः न द्वात्रिंशत् पुटे योगी शुचौ देशे आसन. सत्यं सत्यं भगिनि, सत्यं, अतः तत् बहु समीचीनम् अस्ति इति कृत्वा तत् अस्मिन् विषये सम्यक् अस्ति इति चिन्तयित्वा तत् अस्तु. तर्हि ईमेल् द्वारा प्रेषयति वा, प्रेषितवान् वा? न महोदय, अहम् एकवारं यथा तत्र ध्वनिमुद्रणं प्रेषयामि तस्मिन् समये ईमेल् द्वारा अपि लिङ्क् प्रेषयामि महोदय. शृङ्गेरी आचार्यः अस्ति खलु, तस्य लघु वीडियो अस्ति निमिषद्वयस्य, अहं लिङ्क् ध्वनिमुद्रण यथा प्रेषयामि तथा एतदपि प्रेषयामि महोदय. वर्गानन्तरमपि केन् वी हियर् आफ्टर् द क्लास् आल्सो दिस् चाट् नोर् चाट् प्रायशः न भवति, किन्तु तत्र बुक् मार्क् लैक् करणीयं, बुक् मार्क् करणीयं, लैक् कृत्वा किन्तु किमपि करणीयम् अस्ति तत्र. लैक् बटन् यूट्यूब् लैक् बटन् इति लैक् बटन् लैक् बटन् अस्ति तत्र नोदयतु, नन्तरं पुनः यदा गच्छति तत्र लैक्स् मध्ये तत् वीडियो भवति, चित्रं अस्माभिः द्रष्टुं शक्यते. अस्तु, लैक् अस्ति खलु, हेण्ड्स् अप् थम्स् अप् अस्ति खलु तत्र यूट्यूब् मध्ये, थम्स् अप् एक ऐकान् अस्ति. लैक् ओके ओके, अस्तु अस्तु, धन्यवादः धन्यवादः. अस्तु तर्हि इदानीं वयम् अस्माकं मूलविषयः यः अस्ति तत्र गच्छामः. पेज् 139 मध्ये इदानीं नूतनविषयः अव्यय, पञ्च अव्यय इति विषयः, तत्र च अपि एव इति यत् इति. प्रश्नः महोदय, वयं पठितवन्तः अर्जुनः स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुमर्हसि, तत्र गुणसन्धि भवति न महोदय? अर्जुनः किम् अवेक्ष्य, त्रयोदशवाक्यम् अस्ति महोदय, हा अर्जुनस्वधर्मम् अवेक्ष्य आमामाम् एकारः आगच्छति सत्यं भगिनि सन्धिकार्यं भवति सत्यं भगिनि इकारः अकारयोगः ईकारः एकारः भवति सत्यं भगिनि नित्य उपसर्ग नित्य एव भवति सत्यं भगिनि गुणसन्धि इति गुणकार्यम् अस्ति इति कृत्वा अस्तु अस्तु तर्हि इदानीं तत्र पेज् 139 गच्छामः तत्र अस्तु तत्र कः आरम्भं करोति अस्तु वंशीसुता भगिनी आरम्भं करोति वा तत्र आं महोदय श्रूयते वा महोदय श्रूयते भगिनि इदानीं श्रूयते षड्त्रिंशत् पाठः आत्मैव आत्मनो बन्धुः च अपि एव इति यत् एतानि वाक्यानि उच्चारयत प्रथमवाक्यमस्ति कुन्त्याः पुत्राः युधिष्ठिरः भीमः अर्जुनः च सन्ति च इति अव्ययपदमस्ति तत्र च इति पदं वदामि वा पठामि वा महोदय किञ्चित् वदतु भगिनि तत्र च इति किं करोति तस्य कार्यं किम् अत्र च इति अस्ति चेत् वाक्ये आं महोदय च इति यदि उपयोगं कुर्मः तत्र वाक्यानि योजन पदानि योजनं भवति च अन्ते आगच्छति यदि पदानां योजनं कर्तुम् इच्छामः सर्वे पदानि सर्वाणि पदानि लिखित्वा अनन्तरं च योजयिष्यामः समीचीनं भगिनि तत्र चकारः किं सूचयति तत्र चकारस्य पूर्वं समूहः अस्ति इति ग्रूप् इति यद्वदामः समूहः अस्ति इति तत् सूचयति चकारः चकारस्य पूर्वं ये यानि पदानि सन्ति तेषां समूहः अस्ति तादृशचिन्तनं भवेत् इति चकारः सूचयति अत्र समूहः कः तत्र समूहः अस्ति पुत्राणां समूहः पुत्राणां समूहः युधिष्ठिरः भीमः अर्जुन तेषां समूहः चकारेण सूचितम् अस्ति महोदय तत्र चकार वदामि वा च वदामि वा च इति तत्र च इति केवलं च इति किन्तु किमपि तस्य अनन्तरं वक्तव्यमिति कृत्वा चकारः इति तावत् एव भगिनि व्याकरणरीत्या तत्र अन्ते चकारान्तपदम् इति तादृशं नास्ति केवलं च इति अस्ति अतः चकारः इति च इति पदम् अस्ति अग्रे भगिनि द्वितीयपदमस्ति सत्वं रजः तमः च इति त्रयः गुणाः सन्ति सत्त्वगुणं रजोगुणं तमोगुणं त्रयः मेलनं त्रयः गुणाः नाम्ना भवति तेषु यदि लिखामः चेत् सत्त्वरज तमः च इति त्रयः गुणाः इति लिखामः च इति अन्ते योजयामः तत्र इदानीं तत्र च इति तस्य विषयम् इदानीं चर्चा भवतु अग्रे गत्वा तत्र इति किमर्थम् अस्ति इति तस्य अपि पुनः आगत्य तस्य विवरणं कुर्मः इदानीं तत्र च इति किमर्थम् अस्ति इति ज्ञास्यामः इति प्रायः तेषां नाम इति यो इति यदि इदानीं तादृशचिन्तनं भवतु समीचीनमेव अस्तु वदामि वा न तो वदतु भगिनि यदि यदि वक्तुम् इच्छति वदतु भगिनि इति यदि किं सूचयति चेत् पूर्वं यानि पदानि सन्ति तेषां विषये इति सूचयति इति वदति ये पदानि सन्ति पूर्वं तानि किम् अस्ति तानि नाम्ना किम् अस्ति अपि च किं वक्तुम् इच्छामि इति सूचयति महोदय समीचीनं भगिनि समीचीनम् अस्तु अग्रे तृतीय जाग्रत् स्वप्नः सुषुप्तिः च इति तिस्रः अवस्थाः सन्ति अस्तु तिस्रः अवस्था अस्तु अवस्था इति स्त्रीलिङ्गमस्ति अतः तिस्रः इति उपयोगं कुर्मः त्रयः तिस्रः अवस्थाः सन्ति जाग्रत् स्वप्न सुषुप्तु तेषां नाम अस्ति अवस्थात्रयम् अस्ति अपि च तिस्रः अवस्था एव वक्तुं शक्यते. समीचीनं भगिनि. अग्रेपि पठामि वा महोदय? पठतु भगिनि. आं महोदय. भगवद्गीता ब्रह्मसूत्रम् उपनिषदः च प्रस्थानत्रयी. प्रस्थानत्रयं तत्र इति अपि योज्यं शक्यते न महोदय? इति मन्ये भगिनि, सत्यं. इति अपि योज्यं शक्यते, परन्तु नास्ति तत्र. प्रस्थानत्रयम् इत्युक्ते भगवद्गीता ब्रह्मसूत्र उपनिषदः त्रयः मिलित्वा प्रस्थानत्रयी इति वदामि. पञ्चमबन्धु अस्ति मानापमानयोः शत्रौ मित्रे च समः जनः कृष्णस्य प्रियः. एतावत् अत्र अस्मिन् विषये किञ्चित् चर्चां कुर्मः, किन्तु तस्मात् पूर्वं तत्र एकं कुर्मः. तत्र चकार च पदम् उपयुज्य साधारणवाक्यानि तादृश अभ्यासं किञ्चित् कुर्मः. तत्र गीताञ्जलि भगिनी, च पदम् उपयुज्य साधारणवाक्यं, प्रथमरूप वाक्यं, सरलवाक्यं. रामः लक्ष्मण च वनं गतवन्तः. गतवन्तौ रामः लक्ष्मणः गतवन्तौ. हा, समीचीनम्. अस्तु, अग्रे तत्र शुभा भगिनि, साधारण च उपयुज्य साधारणवाक्यं. मम पुत्रः पुत्री च बहिः गत्वा क्रीडतः. समीचीनं भगिनि. हा, अस्तु. पूर्णेन्दु महोदय, साधारण च उपयुज्य साधारणवाक्यम्. अहं मम मित्र च सम्भाषणं कुर्वः. समीचीनं महोदय. अस्तु. तत्र च इति यत्र अस्ति तत् समूहं सूचयति. अपि तत्र तत्र साधारणवाक्यं तद् अस्ति प्रथमवाक्यं, यथा प्रथमवाक्यमस्ति तत्र च इति समूहं सूचयति. तदनन्तरं तत्र द्वितीयसोपानं च इति अपि अग्रे तत्र यत् इदानीम् अस्माकं पञ्चमवाक्यं पश्यामः. तत्र अन्य कोऽपि वदति वा? पश्यामः. इति पदं वाक्यस्य प्रथमं आगच्छति न महोदय? न, तत्र अग्रे पश्यामः नियमः कः इति. इदानीम् इति विषये चिन्ता मास्तु. च इति प्रथमतया पश्यामः, तदनन्तरम् इति आगच्छति. तत्र अस्तु. तत्र रघुवीरानन्दमहोदय, तत्र पञ्चमवाक्यस्य किञ्चित् विवरणं करोति वा? तत्र च इति अस्ति, तस्य पूर्वं किम् अस्ति तत्र? महोदय, पञ्चमवाक्यं महोदय, पञ्चमवाक्यं पेज् 130. मानापमानयोः शत्रौ मित्रे च समः. मानापमानयोः शत्रौ मित्रे च समः जनः कृष्णस्य प्रियः. शत्रौ मित्रे च. शत्रौ इति किम् अस्ति तत्र? वचनं किं? शत्रौ सप्तमीवचने महोदय. शत्रुः शत्रौ सप्तमी एकवचने. शत्रौ मित्रे अपि सप्तमी एकवचनं महोदय. मित्रं च इति अस्ति चेत् तत्र समूहं यत् सूचयति च, तत् सर्वदा प्रथमविभक्तौ भवति इति नियमः नास्ति खलु? तत्र समूहः किन्तु समानविभक्त्यां. समानविभक्त्यां भवेत्, तद् सः एव नियमः. सत् समीचीनं महोदय. तत्र शत्रौ मित्रे समः अपि मान अपमानयोः शत्रौ मित्रे च समः जनः कृष्णस्य प्रियः, तत्र समूहः कः महोदय? शत्रो मित्रे च, तदेव तावदेव. अपि तत्र तस्य पूर्वं मान अपमानयोः तत्र विभक्ति का? षष्टि द्विवचनं महोदय. द्विवचनं, द्विवचनं, समीचीनं महोदय. हा तत्र सप्तमी वदति वा? सप्तमी द्विवचनं महोदय, सर्वे समानविभक्तौ सन्ति. न न न, शत्रौ तु एकवचने अस्ति भगिनि. शत्रौ, शत्रौ एकवचने अस्ति महोदय. अत्र एकवचने अस्ति महोदय. तत्र सप्तमी सम्यक् भवति वा? मानापमाने, माने यः समः, अपमानः सः जनः कृष्णस्य प्रियः. इदानीं द्वौ अस्ति, अतः अतः द्विवचने अस्ति सप्तमी. यस्य मानापमानस्य समः, अस्तु, मानापमाने यः समः, अपमानयोः इति द्विवचने अस्ति खलु, द्विवचने. मान अपमानयोः, मान अपमाने इति माने अथवा अपमाने यः समस्थिति समस्थितौ भवति सः जनः कृष्णस्य प्रियः इति तादृश अर्थे भवति खलु. अतः सप्तमी भवति वा? अहं चिन्तयामि सप्तमी सम्यक्. तत्र अस्तु अस्तु अस्तु, तत्र एकं पश्यामः. तत्र समः जनः इति, तत्र समः जनः तयोः मध्ये मध्ये तु विशेषणविशेषभावः अस्ति खलु. आमाम् आमाम्. सः अपि कृष्णस्य प्रियः, तदपि यः कृष्णस्य प्रियः, यः समः जनः अस्ति सः कृष्णस्य प्रियः. अतः सर्वं तत्र च अनन्तरं यत् आगच्छति तत् सर्वं कस्मिन् समः इति भवति, कस्मिन् प्रियः, प्रियः इति अस्ति, प्रियः इति अस्ति, समः जनः कृष्णस्य प्रियः. अस्तु अस्तु, इदानीं तत्र मान अपमानयोः इति अस्ति. हा तत्र सत्यं महोदय, तत्र षष्टि भवितुमर्हति, सप्तमी भवितुमर्हति, द्विवचने अस्ति, द्विवचने अस्ति. अस्तु हा, तत्र कस्मिन् समः इति कृत्वा, अस्तु समीचीनं महोदय. इदानीं कस्मिन् समः इति कृत्वा मान अपमानस्य समः इति सम्यक् न भवति खलु. मान अपमानस्य, मान अपमान इति मान अपमान शत्रो मित्रे च, समीचीनं महोदय. अस्तु, सप्तमीति मन्ये, तत्र सप्तमीति मन्ये, शत्रो सप्तमी एकवचने, एकवचने, मित्रे अपि एकवचने. तत्र पृथक्तया इति वदामि चेत् माने अपमाने शत्रौ मित्रे च अपि सम्यक् भवति वा मध्ये मध्ये महोदय? तत्र यतोहि सर्वे पदानि, सर्वाणि पदानि समानविभक्त्यामेव भवितुम् अर्हन्ति. अतः तत्र च इति किं सूचयति? तत्र समूहः कः? आम् आं महोदय, तत्र अत्र पृथक् न न न, तत्र समूहः अपमाने समूहस्य सदस्याः के अत्र? च इति त्रयः अस्ति, शत्रौ मित्रे मान अपमानयोः महोदय. अहमपि इति मन्ये महोदय, यदि सप्तमी अस्ति तत् त्रीणि पदानि सप्तमी एव महोदय. तत्र श्लोकमस्ति, श्लोकः अस्ति, समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः, तुल्यनिन्दा तिर्मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिर्भक्तिमान्मे भक्तिमान्मे प्रियो नरः. अतः सप्तमी एव सम्यक्, सप्तमी एव सम्यक्. अपि समूहः, समूहस्य सदस्याः के? मानापमानयोः शत्रौ मित्रे, मानापमान किन्तु मानापमान शत्रौ मित्रे चत्वारि पदानि. अस्तु अस्तु अस्तु, धन्यवादः भगिनि. अस्तु वंशीसुता भगिनि, इदानीं तत्र त्रयम् अथवा चत्वारः इति वयमपि वक्तुं शक्नुमः अत्र, किन्तु धन्यवादः भगिनि, समीचीनम्. अस्तु, इदानीं तत्र स्पष्टम् अस्ति इति मन्ये इदानीं खलु. महोदय एकः प्रश्नः महोदय, अत्र प्रियः इति अपि विशेषणं भवितुम् अर्हति जनपदस्य न इदानीं तत्र अत्र हा इदानीं तत्र प्रश्नः कः यः कृष्णस्य प्रियः तत्तु सत्यं महोदय किन्तु तत्र किं तत्र उत्तमः रामः विशेषणं वा विशेष्यं वा इति तादृश अत्र जनः इति तत्र प्रियः जनः कृष्णस्य प्रियः समजनः अस्तु तत्र प्रायशः विकल्पः अस्ति तत्र कृष्णस्य प्रियः इति विशेष्यम् इति स्वीकृत्य जनः अपि समः इति विशेषणं विशेषणरूपेण स्वीकर्तुं शक्नुमः इति मन्ये अथवा जनः इति विशेष्यम् इति कृत्वा कृष्णस्य प्रियः जनः इति कृष्णस्य प्रियः विशेषणम् इति स्वीकर्तुमपि शक्नुमः इति मन्ये भगिनि अस्तु धन्यवादः हा अस्तु समीचीनम् अतः तत्र च इति समूहं सूचयति तत्र गीतायाः श्लोकः तत्र कठिनता गीतायाः श्लोकः अस्ति इति कृत्वा आगच्छति किन्तु तत्र च इति तत् वयं सर्वं जानीमः तत्र च इति किं सूचयति इति सर्वं किन्तु तत्र इति आगच्छति चेत् तत्र किञ्चित् वक्तव्यमस्ति नो चेत् सुलभमेव अस्ति इदानीं तत्र अग्रे गच्छामः तत्र नरेश महोदय अग्रे पठति वा संन्यासः योगः च निःश्रेयस्करौ स्तः अत्र समूहः कः संन्यासः कर्मयोगः हा इति समूहः अस्ति समीचीनं महोदय हा अस्तु अग्रे साङ्ख्यं च योगं च एकं यः पश्यति सः पश्यति हा तत्र इदानीं चकारद्वयम् इति आगच्छति एतत् भिन्न अस्ति साङ्ख्यं च योगं च एकं यः पश्यति सः पश्यति तत्र इदानीं तत्र प्रथमतया तत्र अवगमनार्थं किञ्चित् पश्यामः तत्र साङ्ख्यम् एकमस्ति योगम् एकमस्ति किन्तु द्वयमपि एकमेव समानम् इति यः पश्यति सः वस्तुतः पश्यति इति तादृश अर्थः अत्र अस्ति खलु ते भिन्नाः इति न चिन्तनीयं किन्तु ते सममेव इति चिन्तनीयं तौ सममेव इति चिन्तनीयम् इति अस्तु समीचीनं वा महोदय यदि अत्र साङ्ख्यं योगं च एकं यः पश्यति सः पश्यति तत् न समीचीनं न तदपि समीचीनमेव अस्ति भगिनि तत्र विकल्पेन तत्र अस्ति तत्र वाक्यं स्वीकुर्मः तत्र रामः यथा वयं सामान्यवाक्यं दृष्टवन्तः तत्र रामः लक्ष्मणः भीमः च मन्दिरं गच्छन्ति तत्र रामः च लक्ष्मणः च भीमः च मन्दिरं गच्छन्ति इति वक्तुं शक्नुमः तत्र अर्थभेदः न भवति केवलं च इति सामान्यतया अन्ते योजयामः किन्तु तत्र मध्ये स्थापयामश्चेत् अपि अर्थभेदः न भवति अपि अन्यदपि तत्र च इति यदा अस्ति तत्र एतदपि कर्तुं शक्नुमः तत्र रामः लक्ष्मणः भीमः च मन्दिरं गच्छन्ति अथवा रामः लक्ष्मणः भीमः च मन्दिरं गच्छति इति तदपि वक्तुं शक्नुमः तत्र कापि समस्या नास्ति च इति तत् समूहं सूचयति एकमेव समूहम् इति कृत्वा गच्छति इति तादृश अर्थे अपि भवितुम् अर्हति तत्र विकल्पः अस्ति अतः किन्तु साधारणतया वयं किं कुर्मः रामः लक्ष्मणः भीमः च मन्दिरं गच्छन्ति इति तद् रूपं स्वीकुर्मः किन्तु यदि वदामः रामः लक्ष्मणः भीमः च मन्दिरं गच्छति इति तत्र कापि दोषः नास्ति महोदय, साधारणेषु एव एतादृशप्रयोगः भवति वा? कीदृशप्रयोगः भगिनि? द्विवारं वा त्रिवारं च, आदित्याय च सोमाय, मङ्गलाय बुधाय च, गुरुशुक्रशनिभ्यश्च, राहवे केतवे नमः, तत्र चकारः बहुवारम् आगच्छति, सत्यं भगिनि, तत्र विकल्प अलङ्कार छन्दसि छन्दसि तत्र भवति खलु, अष्ट अष्टशब्द अष्ट वर्णानि इति तादृश तदा तत् च इति उपयुज्य तत्र तादृशनियमानां पालनं भवेत् इति अतः तत्र च इति यत्र समूहः अस्ति तत्र अन्ते स्थापितुं शक्नुमः अथवा प्रत्येकस्य सदस्यस्य अनन्तरमपि स्थापयितुं शक्नुमः किन्तु अत्र अतः तत्र साङ्ख्यं योगं च एकं यः पश्यति सः पश्यति तदपि तदपि समानार्थकवाक्यमेव अस्तु इदानीं तत्र अन्तिमवाक्यं तत्र क्रियापदं बहुवचनम् अस्ति एकवचनम् तत्र एकवचनमपि कर्तुं शक्नुमः महोदय किन्तु साधारणतया सर्व बहुवचनरूपमेव पश्यामः तत्र समूहः इति एकः समूहः इति कृत्वा एकवचने वक्तुं शक्नुमः यदि तत्र तत्र समूहः एकः इति कृत्वा तत्र तत्र यथा अहं उक्तवान् रामः लक्ष्मणः भीमः च मन्दिरं गच्छति इति तादृशरूपमपि भवति महोदय अत्र च इति उपयुज्य वयं किं कुर्मः इत्युक्ते तत्र अनेकानां वाक्यानां मेलनं कुर्मः खलु यथा तत्र कुन्त्याः पुत्रः युधिष्ठिरः अस्ति कुन्त्याः पुत्रः भीमः अस्ति कुन्त्याः पुत्रः अर्जुनः अस्ति इति वाक्यत्रयस्य मेलनं कृत्वा तत्र समूहरूपेण स्वीकृत्य कुन्त्याः पुत्राः युधिष्ठिरः भीमः अर्जुनः स च सन्ति अथवा अस्ति अपि वक्तुं शक्नुमः साधारणतया न पश्यामः किन्तु तदपि साधु इति वदामि तावदेव तत्र दोषः नास्ति इति किन्तु सर्वदा तत्र बहुवचने एव यदि समूहः अस्ति चेत् बहुवचनरूपमेव पश्यामः किन्तु एकवचनरूपमपि साधु इति तावदेव वारं वारं प्रयोगं कर्तुं क्रियापदं भिन्ना अस्ति एकवचनं बहुवचनं तत्र एकवचने अपि एकः समूहः इति चिन्तनेन क्रियापदस्य एकवचनमपि भवितुम् अर्हति तत्र कुन्त्याः पुत्राः युधिष्ठिरः च भीमः च अर्जुनः च अस्ति सन्ति एकम् अस्ति तत्र अपि भवितुम् अर्हति इति मन्ये महोदय तत्र किन्तु सन्ति इति एव पश्यामः तत्र कर्ता एकवचने अस्ति चेत् क्रियापदम् एकवचने भवति यदि समुच्चयः अत्र महोदय तत्र क्षम्यताम् अस्तु तत्र अत्र पुत्र्या पुत्राः इति अस्ति खलु अतः तत्र प्रायशः सन्ति एव अस्ति किन्तु यत्र जाग्रत् स्वप्नः सुषुप्तिः इति अथवा तादृश तत्र अथवा यथा अहम् उक्तवान् तत्र रामः लक्ष्मणः तत्र भेदः कः तत्र अत्र कर्तृपदं दत्तमस्ति प्रथमवाक्ये पुत्राः इति अतः सन्ति इति अवश्यम् अस्ति किन्तु यस्मिन् वा यद्वाक्यम् अहम् उक्तवान् रामः लक्ष्मणः भीमः च मन्दिरं गच्छन्ति अथवा गच्छति तत्र मित्राणि इति तादृशपदं नास्ति यदि अहम् उक्तवान् रामः लक्ष्मणः भीमः च मित्राणि तदनन्तरं तत्र विकल्पः नास्ति, मन्दिरं गच्छन्ति इति एव भवति. किन्तु केवलं रामः लक्ष्मणः भीमः च मन्दिरं गच्छन्ति अथवा मन्दिरं गच्छति. अपि रामः च लक्ष्मणः च भीमः च मन्दिरं गच्छन्ति वा मन्दिरं गच्छति, द्वयमपि साधु इति. किमर्थं महोदय गच्छन्ति एव आगच्छति खलु? तत्र समूहः इति अस्ति भगिनि, अतः तत्र अत्र भेदः किम् अस्ति इत्युक्ते प्रथमवाक्ये पुत्राः इति अस्ति, पुत्रः इति कर्तृपदम् अस्ति. तस्मिन् वाक्ये कर्तृपदं बहुवचनकर्तृपदं तत्र नास्ति, समूहः एव कर्तृपदम् अस्ति तत्र. भेदः अवगम्यते वा भगिनि? प्रश्नः कः इति सम्यक् न ज्ञायते. न केवलं भगिनि तत्र समूहः यत्र अस्ति तत्र विकल्पः भवितुमर्हति, एकवचने अपि तत्र क्रियापदस्य रूपं भवितुमर्हति, यतः रामः लक्ष्मणः भीमः च मन्दिरं गच्छन्ति इति, अथवा रामः लक्ष्मणः भीमः च मन्दिरं गच्छति इति, रूपद्वयं भवितुमर्हति इति, तावदेव वार्ता. गच्छति इति सम्यक् नास्ति खलु महोदय? न तत्र तदेव अहं वक्तुम् इच्छामि. तत्र यदि केवलं तद् वदामः रामः भीमः लक्ष्मणः च मन्दिरं गच्छति इति, यदि तत्र अहम् अन्यत् किमपि कर्तृपदं स्थापयामि, तत्र रामः भीमः लक्ष्मणः च मित्राणि, इदानीं मन्दिरम् इति वदामि, तदनन्तरं कर्तृपदम् अस्ति मित्राणि, अतः गच्छन्ति इति एव भवति. किन्तु यदि मित्राणि इति तादृश किमपि नास्ति चेत् तत्र कर्तृपदं किम् अस्ति? तत्र बहुवचने कर्तृपदं कुत्र अस्ति? तत्र रामः अस्ति, लक्ष्मणः अस्ति, भीमः मिलित्वा, मिलित्वा एकः समूहः इति. किन्तु एकः समूहः इति तादृशरूपं न पश्यामः, विरलतया पश्यामः. किन्तु यदि तादृशवाक्यं पश्यति चेत् दोषः अस्ति इति मा चिन्तयतु इति, तावदेव. तादृश करोतु इति न, किन्तु तादृशवाक्यं पश्यामश्चेत् ओ दोषः अत्र अस्ति इति चिन्तनं भवति, किन्तु चिन्ता तत्र दोषः नास्ति इति, तावदेव. अस्मिन् पुटे नास्ति, अपि प्रथमवाक्ये तत्र सन्ति एव समीचीनं, यतः तत्र पुत्राः इति अस्ति. अस्तु महोदय. पुत्राः सन्ति, कुन्त्याः पुत्राः सन्ति, कुन्त्याः पुत्राः युधिष्ठिरः भीमः अर्जुनः च सन्ति इति, अतः तत्र सन्ति प्रायशः एव समीचीनम् अस्ति. अस्तु तर्हि अग्रे गच्छामः. तत्र च इति भगवतः प्रकृतिः अष्टदा अष्टभागाः इति, भूमिः आपः नैव वायुः खम् खम् इति इत्युक्ते मनः बुद्धिः अहङ्कारः इति. अस्तु इदानीं तत्र अग्रे गच्छामः. तत्र च इति तत्र महोदय एकः प्रश्नः. आपः इत्युक्ते किं महोदय? आपः भूमिः, तदनन्तरम् आपः. आपः इत्युक्ते जलं महोदय. भूमिः जलं, पृथ्वी जलं, तेजस् वायुः, आकाशः, मनः, बुद्धिः, अहङ्कारः. वायुः अन्यः नाम अनिलः अपि अस्ति किल महोदय? अनिलः वायुः. अनिल इति अस्माकं वायु अस्ति प्रादेशिकभाषायाम् अनिल. आं वदामि, न जानामि. अस्तु भगिनि, धन्यवादः. अनलः विण्ड् अस्तु. अनलः फैर्. अस्तु इत्युक्ते आकाशः. खम् इति तत्र आकाशः, ब्रह्म अपि इति तादृशार्थमपि भवति. अस्तु अग्रे महोदय, अष्टधा इति स्त्रीलिङ्गमस्ति वा महोदय? हा प्रकृतिः, तत्र प्रकृतिः इति पदस्य विशेषणम् अस्ति. हा तत्र कोऽपि प्रत्ययः अस्ति भगिनि, किन्तु अष्टदा इति तादृशरूपम् अष्टभागाः इति अर्थे, एकदा द्विधा इति त्रिधा तादृश, तत्र प्रकृतेः अष्टभागाः इति, भगवतः प्रकृतेः अष्टभागाः इति, एय्ट् फोल्ड्, एय्ट् फोल्ड् इति, सत्यं भगिनि. हा अस्तु अग्रे. हा अन्यः एकः प्रश्नः, आपः इत्युक्ते किम्? अतः आपः इत्युक्ते कः, कः किं, द्वौ अपि व्यवहारं कर्तुं शक्यते वा? अथवा तत्र पुनः एकवारं पृच्छतु महोदय प्रश्नः. प्रश्नः आपः इत्युक्ते किं, प्रश्नम् अहं पृष्टवान्, परन्तु तत्र आपः इत्युक्ते कः इति प्रष्टुं शक्यते वा? सत्यमेव, आपः कः, आपः कः इति तत् समीचीनमेव अस्ति. आपः इत्युक्ते किं भवति खलु महोदय, यदा वयं न जानीमः किं भवति अर्हति, न आपः इति स जानाति, अतः आपः कः इति प्रश्नः. न तद् तद् समीचीनमेव, आपः इति, आपः इति तस्य लिङ्गं जानीमः इति कृत्वा न जानीमः चेत् किम् आपः इत्युक्ते किम् इति भवितुम् अर्हति खलु. सत्यं सत्यं, तत्र सत्यं सत्यं, डिफाल्ट् अस्ति तत्र आपः इति किम् इति, अत्र तु आपः पुल्लिङ्गे अस्ति इति कृत्वा आपः कः इति अपि प्रष्टुं शक्नुमः वयमपि साधु. पूर्णेन्द्र महोदय समाधानं वा? यत्र न जानीमः तत्र किम् इति तस्य प्रयोगः भवति. अस्तु इदानीम् अग्रे गच्छामः, तत्र एतावत् कः अथवा कः न पठितवान्, तत्र मधुसूदन महोदय अग्रे पठति वा, उच्चैः पठत. उच्चैः पठत रमा पठति, नूतनः पठति, गिरिः पठति, रमा नूतनः गिरिः च पठन्ति. अत्र शिशवः, बालाः, युवकाः, युवत्यः, ज्येष्ठः च सन्ति. अत्र अग्रे पठामि वा महोदय? यदि यत्र क्लेशः अस्ति तत्र प्रश्न कोऽपि क्लेशम् अनुभवति चेत् प्रश्नं पृच्छन्तु, नो चेत् महोदय अत्र रमा नूतनः गिरिः च पठन्ति, एकं द्वे एकम् अस्ति न महोदय क्रियापदं? किम् एकं द्वे एकं क्रियापदं कर्तृपदम् अनुसृत्य तत्र रमा नूतनः गिरिः च पठन्ति इति, तत्र समूहे के सन्ति महोदय? बहुवचने आगच्छति वा महोदय? एतदेव साधारणरूपम् अस्ति खलु भगिनि, तत्र रमा एक प्रथमसदस्यः, नूतनः द्वितीयसदस्यः, गिरिः तृतीयसदस्यः, बहुवचने अस्ति इति कृत्वा च पठन्ति इति रूपं साधारणतया पश्यामः. एतदेव साधारणतया वयं पश्यामः. अतः तत्र प्रश्नः कः भगिनि? मम प्रश्नः अस्ति महोदय, रमा पुस्तकं पठति, रमा कर्तृपदम् एकं द्वे एकम् अस्ति न महोदय, वन् टु? अत्र तु कर्मपदमेव नास्ति भगिनि, अत्र सर्वे पठन्ति इति तावदेव, ते सर्वे पठन्ति, रमा पठति, नूतनः पठति, गिरिः अपि पठन्ति, ते सर्वे पठन्ति इति तावदेव, अत्र तदेव साधारणरूपं. यत् अहम् उक्तवान् तत्र यदि पठति अस्ति चेत् अपि दोषः नास्ति इति, तत्र तादृशवाक्यमेव करोतु इति न, यदि तादृशवाक्यं पश्यन्ति चेत् दोषः नास्ति इति चिन्तयतु इति तावदेव. अग्रे महोदय. प्रयागे गङ्गा यमुना सरस्वती च इति तिस्रः नद्यः मिलन्ति. प्रयागे इति तत्र समूहः कः? प्रयागे गङ्गा यमुना, गङ्गा यमुना सरस्वती, सरस्वती इति अत्र सदस्यत्रयः, अत्र तिस्रः सदस्याः. किन्तु सदस्यः इति वदामश्चेत् तत्र त्रयः सदस्यः, किन्तु नद्यः इत्युक्ते तिस्रः नद्यः इति. अस्तु, अग्रे. अस्माकं परीक्षा सोमवासरे मङ्गलवासरे च अस्ति. अत्र अस्माकं परीक्षा अत्र अस्ति अस्ति एकवचनमस्ति, सोमवासरे मङ्गलवासरे च इति. तत्र समूहे सदस्यद्वयमस्ति, सोमवासरे मङ्गलवासरे इति तेषाम् अपि तत्र विभक्ति का? विभक्ति अस्ति सप्तमी, अतः समूहस्य प्रथमा विभक्ति एव भवति इति नियमः नास्ति. अपि अत्र अस्ति इति किमर्थं चेत् तत्र परीक्षा अस्ति. परीक्षा कदा अस्ति? सोमवासरे अस्ति, मङ्गलवासरे अपि अस्ति, अतः सोमवासरे मङ्गलवासरे च अस्ति इति. परीक्षा अस्ति चेत् परीक्षा न, तत्र लघुवाक्यं प्रथमतया लघुवाक्यं करोतु महोदय. परीक्षा अस्ति, कस्य परीक्षा? अस्माकं परीक्षा, अस्माकं परीक्षा सोमवासरे अस्ति, मङ्गलवासरे अपि अस्ति, अतः अस्माकं परीक्षा सोमवासरे मङ्गलवासरे च अस्ति इति. तत्र मूलवाक्यमस्ति परीक्षा अस्ति, तदनन्तरम् अन्ये अंशाः आगताः तावदेव. महोदय, महोदय, रमा नूतनः गिरिः त्रयः जनः त्रयः जनाः पठन्ति. सत्यं. यदि वयम् इति वदामः नूतनः गिरिः रमा तिस्रः जनाः पठन्ति. तिस्रः किमर्थं? तत्र जनाः इति अस्ति, जनाः इति पुल्लिङ्गे अस्ति. जनाः इति यदि तत्र भवती तत्र तिस्रः इति एव वक्तुम् इच्छति चेत् तदपि कर्तुं शक्यते. न, मम प्रश्नं महोदय, यदि समूहस्य अन्तिम, न, तत्र तादृश किमपि नास्ति अत्र. ओ, अन्तिमसदस्य किमपि लिङ्गम् अस्ति चेत् वयं अत्र पठन्ति इति अस्ति क्रियापदं, क्रियापदस्य लिङ्गभेदः नास्ति खलु भगिनि? न, न, न, अत्र पठन्ति प्रश्न न महोदय. अत्र गङ्गा यमुना सरस्वती, तत्र नद्यः इति कृत्वा तत्र नद्यः इति रूपम् अस्ति तावत्. आं महोदय, त्रीणि पदानि स्त्रीलिङ्ग एव, किन्तु यदि एकमेव पुंलिङ्ग अस्ति चेत् समूहे, तदनन्तरं तिस्रः वदामः तत्र महिलाः सन्ति, तत्र पदस्य लिङ्गम् अनुसृत्य करणीयं खलु भगिनि? बालिका बालकः अस्ति चेत् किं लिङ्गम् उपयोगं करोति? किन्तु तत्र अस्तु, उदाहरणं वदतु भगिनि. वृक्षः, वातायनं, बालकः. अस्तु इदानीं वाक्यं न त्रयः सन्ति भगिनि अहं वाक्यं वदामि रमाः रमा पठति रामः पठति रमा पठति रामः अपि पठति अस्तु तत्र समूहः कुर्मः चेत् तस्मान् अस्तु तत्र वाक्यं रमा पठति नूतनः पठति गिरिः पठति यदि केवलं द्वयं पठन्ति चेत् यदि द्वयमेव पठन्ति तत्र सदस्यद्वयमस्ति चेत् तत्र क्रियापदस्य वचनं द्विवचनरूपं भवति महोदय अहं चिन्तयामि अत्र प्रश्नः स्त्रीलिङ्गे पुंलिङ्गे मिलित्वा वाक्यम् अस्ति चेत् अत्र सङ्ख्या भिन्न भिन्नमस्ति एक तिस्रः त्रयः तिस्रः पुंलिङ्गशब्दे त्रयः स्त्रीलिङ्गशब्दे तिस्रः अत्र रामः सीता लक्ष्मण तिस्रः त्रयः जनाः सन्ति वा कुत्र किं लिङ्गः महोदय तत्र कस्य तत्र यत् पदं संख्या यत्र संख्यां स्थापयितुम् इच्छामः तत्र तिस्रः वा त्रयः वा तत् विशेषणं भवति अतः तत्र कस्य पदस्य विशेषणम् इति दृष्ट्वा तत्र जनः इति वदामश्चेत् तत्र जनः इति पुल्लिङ्गे अस्ति अतः त्रयः जनाः एव भवति तत्र यद्यपि समूहे स्त्री महिला भवतु युवकः भवतु युवकी भवतु युवती भवतु किमपि कोऽपि भवतु जनः इति वदामश्चेत् जनः इति पदस्य जनः इति पुल्लिङ्गपदमस्ति यदि तत्र अहं समीचीनं वा अतः अहं तत्र स्त्रीलिङ्गरूपमपि कर्तुं शक्नुमः वदामि तत्र एतदेव स्वीकुर्मः तत्र रमा नूतनः गिरिः च जनाः पठन्ति अथवा छात्राः पठन्ति इदानीं तत्र रमा नूतनः गिरिः च इदानीं तत्र जनाः अथवा छात्राः इति न वक्तुम् इच्छामः किन्तु स्त्रीलिङ्गरूपं तिस्रः इति वक्तुम् इच्छामः तत्र किं वक्तुं शक्नुमः तत्र कोऽपि जानाति वा समूहे सर्वदा पुल्लिङ्गमेव डिफाल्ट् अस्ति तादृशन् अत्र प्रश्नः भिन्नः अस्ति भगिनि किन्तु तत्र तदपि प्रायशः चिन्तनीयमस्ति किन्तु एतत् वदामि तत्र यदि जनः इति स्थाने स्त्रीलिङ्गरूपम् आवश्यकं चेत् किं कर्तुं शक्नुमः तत्र एकं पदम् अस्ति तद् सर्वे जानन्ति किन्तु तत्र व्यक्तिः इति अस्ति व्यक्तिः इति पदस्य लिङ्गं किं स्त्रीलिङ्गं रामः आगच्छति किं वदामः व्यक्तिः आगता रामः आगतः किन्तु व्यक्तिः आगता स्त्रीलिङ्गपदमस्ति पदस्य लिङ्गमपि यत् पदेन सूचितं तस्य लिङ्गं तत्र सम्बन्धः नास्ति खलु उत्पीठिका अस्ति उत्पीठिकायाः लिङ्गं किमपि नास्ति खलु किन्तु उत्पीठिकाशब्दस्य लिङ्गं स्त्रीलिङ्गम् अस्ति अतः तत्र व्यक्तयः इति तत्र व्यक्तिः इति तत्र मतिशब्दवत् मतयः व्यक्तयः इति तादृशरूपमपि तत्र स्थापितुं शक्नुमः तिस्रः व्यक्त्यः अथवा व्यक्तयः इति तत्र तादृशरूपं वक्तुं शक्नुमः अतः तत्र नदी अस्ति इति कृत्वा तत्र तिस्रः इति जनाः अस्ति चेत् त्रयः जनाः इति तदनन्तरं केवलं तत्र किं सङ्ख्या यदि त्रीणि अस्ति अथवा चत्वारि अस्ति अथवा द्वे अथवा एकः न भवति, समूहः अस्ति इति कृत्वा, किन्तु द्वे त्रीणि चत्वारि तदनन्तरं लिङ्गभेदः नास्ति इति खलु? आं महोदय, अवगतं महोदय. किमपि सङ्ख्यापदं विशेषणमेव, अतः तत् कस्य पदस्य विशेषणम् इति दृष्ट्वा इति भवति. अस्तु, मम भ्रमः जातः, धन्यवादः सर्वेभ्य. तत्तु मम प्रश्न, यदि पुंलिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग सर्वाणि समूहे अस्ति चेत् किं वदामः, किन्तु अधुना स्पष्टं. धन्यवादः. अस्तु महोदय, अस्तु भगिनि, धन्यवादः. अस्तु अग्रे तत्र महोदय एकः, तत्र चतुर्थवाक्यमपि पश्य, भगवद्गीता ब्रह्मसूत्रम् उपनिषदः च प्रस्थानत्रयी इति तत्र अस्ति. यदि गीताञ्जलि भगिन्याः प्रश्नः तदेव अस्ति, स्त्रीलिङ्गं पुल्लिङ्गम् अपि च नपुंसकलिङ्गं त्रयः सन्ति, परन्तु तत्र प्रस्थानत्रयी इति अस्ति महोदय. तत्र प्रथमवाक्यस्य लिङ्गमपि भवति वा? तत्र प्रथमवाक्यस्य लिङ्गं, प्रथमपदस्य पदस्य लिङ्गं, तत्र प्रस्थान इति, तत्र प्रस्थानत्रयी इति तत्तु प्रसिद्धमस्ति, तत्र द्रष्टव्यमस्ति. त्रयं, त्रयः वदामि वा त्रयी वदामि, अहं न जानामि तत्र. अस्तु भगिनि, अस्तु अस्तु अस्तु अस्तु, अतः तत्र समीचीनमेव इदानीं तत्र. अस्तु, इदानीं न जानामि, किन्तु दृष्ट्वा अग्रिमवर्गे एकवारं पुनः पश्यामि भगिनि. समीचीनं प्रश्नः इदानीं तु. अस्तु, सर्वे अपि पश्यन्तु, प्रस्थानत्रयी इति एव अहमपि श्रुतवान्. प्रस्थान तु नपुंसकलिङ्गं पदं महोदय, स्पोकन् डिक्शनरी एव. अस्तु, तत्र अन्तिमवाक्ये अन्तिमपद स्त्रीलिङ्गे अस्ति चेत् स्त्रीलिङ्ग भवति, अहं कुत्र पठितवान् आसीत्, उपनिषद् इति अस्ति, स्त्रीलिङ्गे अस्ति, अतः प्रस्थानत्रयी भवितुमर्हति, अहं न जानामि. परन्तु तादृशप्रयोगः अस्ति यत्र अन्तिम समूहस्य अन्तिम पदमस्ति स्त्रीलिङ्गे अस्ति चेत् स्त्रीलिङ्गे तदपि भवति इति. अस्तु, तत्र न जानामि अहम्. अस्तु अस्तु महोदय, तत्र नियमः कः इति तत्र सम्यक्तया दृष्ट्वा, सम्यक्तया दृष्ट्वा वदामः. यदि कोऽपि अहमपि ऊहं तदेव. अस्तु अस्तु अस्तु, किन्तु प्रश्नः समीचीनः, दृष्ट्वा सर्वे अपि पश्यन्तु, अन्वेषणं कुर्वन्तु, अहमपि करोमि, पश्यामः यद् प्राप्नुमः इति. अस्तु, इदानीं तत्र च इति तत्र अन्तिम मधुसूदन महोदय, तत्र अन्तिमवाक्यम् अस्ति वा तत्र, अथवा वाक्यद्वयम् अस्ति इति मन्ये? वाक्यद्वयम् विमलायाः विमलेशस्य च कक्षा कुत्र अस्ति? कक्षा कुत्र अस्ति इदानीं? तत्र समूहस्य षष्टिविभक्ति जातम् इदानीं खलु, तत्र विमला अपि विमलेशः, किन्तु तेषां षष्टिविभक्तिरूपम् अस्ति अत्र तयोः, विमलायाः अपि विमलेशस्य च कक्षा कुत्र अस्ति? कक्षा कुत्र अस्ति, कस्य कक्षा इत्युक्ते विमलायाः विमलेशस्य च इति. अत्र महोदय द्वयोः विभक्तिरूपं समानेव आवश्यकम्? आवश्यकं, सत्यं भगिनि, समूहस्य सर्वेषां सदस्यानां समानविभक्तिरूपम्. महोदय कोऽपि नियमः अस्ति वा महोदय, च कुत्र लेखनीयम् इति? अन्ते एव, अन्ते एव महोदय. अत्र प्रत्येकस्य अनन्तरमपि लेखितुं शक्नुमः, किन्तु साधारणरूपम् अस्ति, च अन्ते भवति, समूहस्य अन्ते भवति, अतः तस्य पूर्वं यानि पदानि सन्ति तेषां समूहः भवति इति. तत् साधारणरूपम्. अन्तिमवाक्यं महोदय, इदं जलं राजेशाय कल्पनायै रमायै च यच्छन्तु. यच्छतु. इदं जलं राजेशाय कल्पनायै रमाये च यच्छतु. अत्र विभक्ति चतुर्थी विभक्ति, चतुर्थी विभक्ति, चतुर्थी. तस्मै राजेशायै कल्पनायै रमायै यच्छतु, यच्छतु, यच्छतु इति. अतः तत्र समूहः राजेशः, कल्पना अपि रमा, किन्तु तत्र तेषाम् इदानीं चतुर्थी विभक्तिरूपम् अपि अवधेयं, तदपि पठतु महोदय. अवधेयं च इति अव्ययस्य प्रयोगः समुच्चयः इत्यर्थे भवति, समुच्चयः इत्यर्थे भवति भवति. उदाहरणम् आम्रम्, आम्रं सेवफलं च, माता पिता बालाः च गच्छन्ति. तत्र च इति समुच्चयः इत्युक्ते समूहं, समूहः इति तत् सूचयति, समूहः तत्र अस्ति इति सूचयति, तेषां ग्रूपिङ्ग् भवतु इति सूचयति. अत्र ग्रूप् अस्ति इति, समूहः अस्ति इति सूचयति. तत्र आम्रम् अपि सेवफलम्, आम्रफलं सेवफलम् एकं, तदनन्तरं माता पिता बालाः इति कलेक्षन् अपि अस्ति, ग्रूप् इति कलेक्षन्. सत्यं भगिनि, तावदेव, तदेव उपसर्ग अस्ति न महोदय तत्र. सत्यं, सत्यं भगिनि, सत्यं. अस्तु, इदानीं तत्र छ इति विषये कृतवन्तः, इदानीं तत्र अपि इति अव्ययं तत् कुर्मः. तदनन्तरम् एव इति भवति. तत्र अस्मिन् किं किम् अस्ति? तत्र छ अस्ति, ए अपि अस्ति, एव अस्ति, इति अस्ति, यत् अस्ति. इदानीम् अपि इति भवति, तदनन्तरम् इति आगच्छति. अस्तु, अस्तु. तत्र छ इति तस्य अत्र च अपि एव इति यत् सर्वे जानन्ति एव, किन्तु उदाहरणं दृष्ट्वा केचन नियमाः ये सन्ति तस्य अपि पुनस्मरणं भवन्ति, भवति तावदेव. अस्तु, इदानीं तत्र अपि इति आगच्छति. तत्र अपि, अपि च इति तयोः मध्ये कः भेदः? अपि इत्युक्ते आल्सो. हा, अस्तु. इदानीं तत्र अपि इति विषये साधारणवाक्यं कोऽपि वदति वा? तत्र रघुवीरानन्दमहोदय, अपि उपयुज्य वाक्यम् अस्ति वा? आं महोदय. हा, अपि उपयुज्य एकं वाक्यं, साधारणवाक्यं. हा, आम्रवृक्षः नारिकेलवृक्षः अपि बहु उन्नतः स्तः. उन्नतः आम्रवृक्षः नारिकेलवृक्षः अपि उन्नतः. अस्तु, हा, उन्नतः. अस्तु, समीचीनम्. अस्तु महोदय, तत्र अन्य कोऽपि वदन्ति वा? महोदय, त्वं कुत्र गच्छसि? अहमपि मन्दिरं गच्छामि. त्वं कुत्र गच्छसि? न न, तत्र भवान् कुत्र गच्छसि, अहमपि मन्दिरं गच्छामि, तत्र भवान् यत्र गच्छति अहमपि तत्र आगच्छामि. हा हा हा, तत् समीचीनं. रामः गच्छति, लक्ष्मणः अपि गच्छति. लक्ष्मणः अपि गच्छति. अस्तु, समीचीनं. हा, अस्माकं वर्गे केवलं महिलाः न, पुरुषाः अपि सन्ति. हा, समीचीनं, समीचीनं. हा, अस्तु. अतः तत्र अपि इति साधारणरूपं ज्ञातवन्तः. इदानीं तत्र, इदानीं तत्र पश्यामः, तत्र अपि इति पदं, तत्र वाक्यम्, एतादृशवाक्यं स्वीकुर्मः. अहम् अद्य संस्कृतम् एव पठितवान्. तत्र अर्थः कः? तत्र बेक्ग्रौण्ड् नाय्स् अस्ति महोदय, सम्यक् न श्रूयते. अकले भारी प्राब्लम् विद् स्टाण्ड्. आचार्यमहोदय कृपया इदानीं तस्य म्यूट् कृतम् अस्तु हा चिन्ता मास्तु महोदय अत्र अहम् अद्य संस्कृतम् एव पठितवान् अर्थः कः केवलं संस्कृतं हा अस्तु इदानीम् अहम् अद्य संस्कृतं पठितवान् एव केवलं पठितवान् तत्र संस्कृतस्य लेखनं न कृतवान् किमपि न कृतवान् केवलं पठितवान् इति अस्तु इदानीं तत्र अहमेव संस्कृतस्य पठनं कृतवान् यदि समूहः अस्ति तत्र अनेकाः छात्राः सन्ति रमेशः वदति अहमेव संस्कृतस्य पठनं कृतवान् इति अस्ति चेत् तत्र अहम् एव इति तत्र अर्थः कः भवति केवलं सः एव तत्र रमेशः एव अन्यः न अन्येन कृतवन्तः इति खलु भवानेव पठितवान् हा इति तत्र यः वदति सः एव पठितवान् इति अर्थः भवति अतः तत्र अपि इति तत्र नियमाः सन्ति तत्र प्रथमतया किम् अपि इति पदस्य स्थानं वाक्ये स्थानं तस्य महत्वम् अस्ति यदि स्थानस्य परिवर्तनं भवति चेत् अर्थपरिवर्तनं भवति खलु रामः एव संस्कृतं पठितवान् रामः संस्कृतमेव पठितवान् रामः संस्कृतं पठितवान् एव अथवा यदि भवन्तः वदन्ति कुत्रापि अहं गच्छामि एव अतः तत्र अर्थः कः एव इति न इदानीमपि अहं गच्छामि अपि इति तत्र अहमपि गच्छामि अहं गच्छामि अपि तत्र प्रायशः भेदः नास्ति किन्तु अन्यत्र यथा तत्र वाक्यम् उक्तवान् तत्र रामः एव संस्कृतं पठितवान् रामः संस्कृतमेव पठितवान् रामः संस्कृतं पठितवान् एव तत्र अर्थभेदः भवति अपि अपि इति क्षम्यताम् अहं किमर्थम् अपि इति विषय एव इति क्षम्यतां मम एव इति विषये वक्तुम् इष्टवान् तावदेव क्षम्यतां इदानीं किन्तु अस्माकं विषयः अस्ति अपि इति क्षम्यतां अस्तु इदानीं तत्र अपि एव अस्तु इदानीं तत्र अपि इति विषयं तत्र वाक्यं यदस्ति तत् पश्यामः तत्र के एतावत् न रघुपतिमहोदय भवान् पठतु तदनन्तरं कः अथवा का न पठितवती हा शुभा भगिनी तदनन्तरं सर्वेपि न पठितवन्तः सर्वे उक्तवन्तः एव कोऽपि न पठितवती अहं भवतः भवत्यः च न पठितवन्तः भवान् एव सर्वे अस्तु समीचीनं अस्तु रघुपतिमहोदय आरम्भं करोतु तदनन्तरम् अन्य कोऽपि पठतु अस्तु अस्तु महोदय भवान् एव पठतु एतेषु तत्र तत्र अग्रे महोदय तत्र अपि इति विषयः तत्र केवलं अग्रिमपुटे अग्रिमपुटे अस्तु अपि केवलं अस्तु उच्चैः पठत केवलं बालाः न युवकाः अपि धाविष्यन्ति अतः केवलं बालाः धाविष्यन्ति इति न युवकाः अपि धाविष्यन्ति महाभारते केवलं कथाः न तत्त्वचिन्तनम् अपि अस्ति कौरवेषु दुष्टाः न सज्जनाः अपि आसन् अग्रे कृष्णः अर्जुनस्य सारथिः अस्ति मित्रम् अपि अर्जुनः वामहस्तेन दक्षिणहस्तेन अपि शरं प्रयुङ्क्ते योगी कर्म कुर्वन्नपि न लिप्यते सः गुरुणा अपि दुःखेन न विचाल्यते साङ्ख्यैः यत् प्राप्यते योगैः अपि तत् गम्यते हा अस्तु समीचीनं महोदय हा इदानीं तत्र प्रायशः तत्र हा तत्र इदानीं कः वक्तुम् अथवा पठितुम् इच्छति तत्र अग्रे कः तत्र अहं पठामि वा महोदय उषा भगिनी वा अस्तु भगिनि उषा भगिनी तत्र इदानीं तत्र एकं कुर्मः तत्र मित्रम् अपि अस्ति तदनन्तरम् अर्जुनः केवलं वामहस्तेन न दक्षिणहस्तेन अपि शरं प्रयुङ्क्ते तस्य प्रयोजनं शरस्य प्रयोजनं प्रयोगं कर्तुं शक्नोति इति आरो इति अथवा बो इति मन्यते पञ्चशरं हा बाणं लिप्यते इति इत्युक्ते किं किं लिप्यते लिप्यते इति तत्र लेपनमिति जानाति खलु भगिनी तत्र लेपनं तत्र किन्तु यदा यदि पक्षी जलस्य तत्र सरोवरः अस्ति इति चिन्तयतु तत्र पक्षी गच्छति तत्र जलमस्ति तत्र जलस्य मध्ये जल गच्छति पक्षी किन्तु तत्र जलं तिष्ठति वा तस्य उपरि अतः तत्र लेपनं भवति किन्तु तत्र तद् न तिष्ठति तथैव योगी कर्म करोति किन्तु तत् कर्म न तस्य लेपनं हा तस्य लेपनं न भवति तत्र लेपनं न भवति तत्र एव न तिष्ठति तत्र इट् टच् हिम् ओर् किम् इट् डजन्ट् वेट् हिम् तत्र वेट् इति अटाच् इति हा अटाच् इति अर्थे अस्ति हा इदानीं तत्र उषा भगिनी अग्रिमवाक्यं तत्र सः गुरुणा अपि दुःखेन न विचाल्यते तत्र अपि इति पदस्य स्थानस्य महत्वम् अस्ति इति मन्ये तत्र तत्र वाक्यस्य अर्थः कः इति सः गुरुणा अपि दुःखेन न विचाल्यते गुरुणा अपि दुःखेन विचाल्यते इत्युक्ते किं महोदय किं तत्र विचलितः न भवति न भवति इति दुःखेन न विचालयते हा तत्र गुरुणा इति अस्ति दुःखेन न विचाल्यते सः दुःखेन न विचाल्यते सः गुरुणा अपि हा गुरुणा दुःखेन गुरुणा तृतीयविभक्तिः अस्ति किन्तु केनापि तृतीया एव केनापि तृतीया एव तत्र केनापि तृतीयविभक्ति गुरुणा दुःखेन न विचाल्यते हा तत्र अत्र गुरुः इति किमस्ति पदस्य अर्थः किमस्ति तत्र गुरु इति शब्दमपि अस्ति महोदय भारम् इति तदेव भगिनी अत्र गुरुः इति पुरुषः इति न पुरुषः इति न तत्र गुरुः इति पुरुषः न किन्तु बहु कष्टम् अस्ति तत्र बहु गम्भीरम् इति तादृश दुःखम् अस्ति चेत् अपि सः न विचाल्यते अतः तस्य तत् एकमेव तस्य मनस्थितेः परिवर्तनं न भवति इति तत्र कीदृशः दुःखेन गुरुणा दुःखेन इति अतः तत्र तादृशः दुःखम् अस्ति चेदपि अतः तत्र अपि इति मध्ये स्थापितम् अस्ति गुरुणा अपि दुःखेन इति अग्रे भगिनि साङ्ख्यैः यत् प्राप्यते योगैः अपि तत् गम्यते हा तत्र प्राप्यते इति पदस्य तत्र गम्यते इति अर्थः अस्ति अतः तत्र गम्यते अहं भारतदेशं प्राप्तवान् इति इत्युक्ते तत्र गतवान् इति अर्थः तादृश अर्थः अत्र योगैः तृतीयविभक्ति हा बहुवचनं हा इति समीचीनम् अस्तु अहं चिन्तितवान् अद्य तत्र च अपि एव इति सर्वं कर्तुं शक्नुमः इति, किन्तु समीचीनमेव आसीत्। अस्तु, इदानीं तत्र अपि इति विचाल्यते, तस्य परिवर्तनं मनस्थिति स्थितेः परिवर्तनं न भवति इति। हि इस् नाट् शेकन्, हि इस् नाट् शेकन् इवन् बै अ वेरि डिफिकल्ट् गुरुणा। तत्र गुरुणा इति तत्र विचलित इति मूलपदम् अस्ति नाट् शेकन् इति, दुःखः इति जानाति, गुरुणा इत्युक्ते हेवि बर्डन्सम् इति तादृशार्थः। धन्यवादः। अस्तु, इदानीं तत्र अग्रे गच्छामः, तत्र किं कुर्मः, तत्र अपि इति अस्ति तत्र। अस्तु, वाक्यद्वयम् अन्य कोऽपि अपि पठतु तत्र, इदानीं कः पठितुं महोदय। अस्तु, शुभा भगिनी पठतु भगिनि। एतेषु वाक्येषु अपि इत्यव्ययम् अवलोकयत, श्रुत्वा अपि ब्रह्म कश्चित् न जानाति। तत्र सर्वे अवगच्छन्ति खलु, तत्र श्रुत्वा अपि, श्रुत्वा अपि वयं तस्य ब्रह्म अस्ति इति जानीमः इति शृणुमः, किन्तु कोऽपि न जानाति। तत्र जानाति इति क्रियापदस्य कर्तृपदं किं भगिनि? अत्र नास्ति, न न अस्ति, सः न जानाति इति। ब्रह्म इति कर्मपदं भवति अत्र, ब्रह्म इति कर्मपदं, समीचीनं। किन्तु कः, कश्चित् कश्चित् इति भवति भगिनि, अतः कः, कः न जानाति, कोऽपि न जानाति इति अर्थे। तत्र कोऽपि न जानाति, ब्रह्म श्रुत्वा अपि कोऽपि न जानाति, ब्रह्म न जानाति इति। अतः तत्र क जानाति, क न जानाति, ब्रह्म इति कर्मपदं, समीचीनं भगिनि। अग्रे, स्वधर्मम् अपि चावेक्ष्य न विकम्पितुम् अर्हसि। अपि तत्र अपि इति अस्ति, स्वधर्मम् अपि अवेक्ष्य, तत्र अवेक्ष्य न विकम्पितुम् अर्हसि, तत्र अर्जुनं प्रति कृष्णस्य वचनं, कृष्णः वदति। स्वल्पम् अपि अस्य धर्मस्य महतः भयात् त्रायते। हा, तत्र अस्य धर्मस्य स्वल्पमपि इति, तत्र स्वल्पमपि इति तत्र अ लिटल् आल्सो इति खलु, तत्र अस्य धर्मस्य स्वल्पमपि, अस्य धर्मस्य स्वल्पमपि किं करोति, तत्र भयात् त्रायते। हा, महतः भयात् त्रायते, तत्र महतः अपि पञ्चमविभक्तिरूपं, भयात् इति पदस्य पञ्चमी, हा, विशेषणमस्ति, विशेषणमस्ति इति कृत्वा। हा, अस्तु, महतः, हा, बृहत् इति अर्थे, समीचीनं भगिनि। तत्र भयम् इति नपुंसकलिङ्गे अस्ति इति मन्ये, अतः तत्र महान् इति, महत् इति शब्दः तस्य षष्टिविभक्ति, तत्र महतः इति, यतः यथा भवतः तत्र पुल्लिङ्गे अस्ति भवान्, भवत् इति, तत्र महत् इति शब्दः, महत्, महतः षष्टिविभक्ति एकवचनं, महत् भयं, तदनन्तरं महतः भयात्, षष्टि न, क्षम्यतां, पञ्चमी, भयात् इति पञ्चमी, महतः पञ्चमी अपि षष्टि समानं, किन्तु अत्र पञ्चमी रूपमेव। अस्तु, अन्तिमवाक्यं पठतु भगिनि, तदनन्तरं विरमामः। इन्द्रियाणि यततः पुरुषस्य अपि मनः हरन्ति। पुरुषस्य अपि, हा, यततः पुरुषस्य अपि मनः हरन्ति, इन्द्रियाणि, हा, इन्द्रियाणि हरन्ति, किं हरन्ति, मनः हरन्ति, मनः हरन्ति, कस्य मनः हरन्ति, पुरुषस्य मनः, पुरुषस्य मनः हरन्ति, कीदृशपुरुषस्य, यततः पुरुषस्य, यः यततः इत्युक्ते यत् प्रयत्नं करोति तत्र षष्टि तत्र तस्य गच्छतः हा तादृश यततः पुरुषस्य तत्र विशेषणसम्बन्धः अस्ति विशेषणं विशेष्यम् अपि तादृशपुरुषस्यापि मनः इन्द्रियाणि हरन्ति इति अस्तु तर्हि यततः विग्रह किं महोदय यततः तत्र यत इति योगी अस्ति न महोदय न तत् नास्ति तत्र प्रयत्नम् इति तादृशः यतते इति तस्य तस्मात् आगतं पदम् अस्ति भगिनि अत्र तत्र यत् योगः अतः भवति वा न न न अतः तत्र षष्टिः अस्ति भगिनि तत्र षष्टिः अस्ति तत्र तत्र यततः इति तत्र किं तत्र गच्छन् इति तत्र प्रायशः शतन्त्ररूपस्य षष्टिविभक्ति इति मन्ये यः यः प्रयत्नं कुर्वन् अस्ति इति प्रायशः यतन् इति तादृशरूपम् अस्ति तत्र शत्रन्तरूपम् इति मन्ये तत्र तस्य षष्टिविभक्ति अस्तु तर्हि तत्र समयः अपि जातः किन्तु अग्रिमवर्गे एतत् पुनः कुर्मः अपि इति विषये तदनन्तरम् एव इति अपि आगच्छति हा क्षम्यतां मध्ये एव इति अपि तस्य विषये अपि अहं किमपि उक्तवान् क्षम्यताम् अस्तु अस्तु तर्हि विरमाम तत्र छ इति समूहः यत्र अस्ति तत्र लिङ्गस्य प्रश्नः आसीत् तत्र सर्वे अपि अन्वेषणं कुर्वन्तु अहमपि अन्वेषणं करोमि अग्रिमवर्गे चर्चयामः अस्तु तर्हि नमः धन्यवादः नमस्कारः धन्यवादः महोदय नमस्कारः महोदय